उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव तथापि चिन्तां मुञ्च त्वम् उपायं चिन्तयाम्यहम्। उपेक्षातः उपेक्षाकारणात् जनानाम् उपेक्षाकारणात् कलौ कलियुगे तव सुतौ वृद्धौ जातौ वृद्धौ मन्दौ च जातौ तथापि त्वं चिन्तां मुञ्च विषादं मा कुरु उपायं चिन्तयाम्यहम् अहम् अस्मिन् विषये कमपि उपायं चिन्तयिष्यामि।